पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 12 व्यास उवाच फाल्गुने ब्राह्मणश्रेष्ठश्रीकृष्णं सुरवन्दितं पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकीसुतं फलं तस्य प्रवक्ष्यामि यदसम्यगिनशामय सर्वयज्ञफलं प्राप्य सर्वदानफलं तथा अन्धे यादिहरेस्थानं सर्वपापविवर्जितः युगकोटिसहस्राणि भुङ्क्त्वा भोगं हरेर्गृहे तत्रैव मोक्षमाप्नोति सम्प्राप्य ज्ञानमुत्तमं यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्तये तिलानां मोदकं दिव्यं स गच्छेद्धरिमन्दिरं यो दुग्धलड्डुकान् दद्यात् केशवाय महात्मने स पिबेदमृतं स्वर्गे मन्वन्तरशतावधि हरये ललितं खण्डं यस्तु यच्छति जैमिने तस्य विष्णुप्रसादात्मा चिनत्ति भवबन्धनं विचित्रं फलितं दिव्यं दद्याद्भगवते द्विज अन्ते शक्रपुरं गत्वा स भवेत् सुरवन्दितः निर्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान् स किं न लभते विप्र वासुदेवप्रसादतः सुपक्वं फाल्गुने मासि मधुरं बदरीफलम् यस्तु यच्छति कृष्णाय फलं तस्य निशामय इह भुङ्क्ते सुखं सर्वं पुत्रपौत्र समन्वितः अन्ते हरेर्गृहं यादि रथमारुह्य शोभनं न दद्याद्गुडसंयुक्तं हरये बदरीफलम् अज्ञानात् ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकी भवेत् फाल्गुने मासि यो दद्याद्धरये दाडिमी फलं सुपक्वं तत्फलं विप्र वदतो मे निशामय यत्र यावन्ति बीजानि तिष्ठन्ति दाडिमी फले तावन्मन्वन्तरं विष्णोर्गृहे तिष्ठति भाग्यवान् फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकं स विज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम् स्नापयेल्लभदे मर्त्यस्तद्विष्णोः परमं पदम् मधुना स्नापयेद्यस्तु नारायणमनामयं न चर्चा क्रियते तस्य कदाचिद्रविसूनुना चैत्रे किं शुकपुष्पेण योर्चयेत् कमलापदिम् तन्नाम चित्रगुप्तेन पञ्चिकायां न लिख्यते चैत्रके जगदामीशं कृष्णं तिलकपुष्पकैः पूजतो नास्ति वै जन्म पुनरस्मिन्महीतले कृष्णवञ्चुलपुष्पेण सर्वदेवशिरोमणिम् पूजयन्मनुजो विप्र लभते नापदं क्वचिद् वासन्तीभिः सुगन्धिभिर्वसन्ते यस्तु पूजयेद् भगवन्तं प्रसन्नात्मा स देवैरपि पूज्यते तथा किसलयैर्दिव्यैरखण्डैर्योऽर्चयेद्धरिं तं वदन्ते समुद्धाय स्वयं पीठासनोऽपि च धात्रीपत्रैर्न वैर्यस्तु कोमलैर्हरिमर्चयेद् अचिरेणैव लभते सकलं वाञ्छितं जनः शाण्डिल्या कण्डपत्रैश्च दत्तूरैश्चार्कपुष्पकैः योऽर्चयेद्विष्णुमीशं च स संसाराब्धिपारगः यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम् चक्राद्यास्त्रिदशा सर्वे वदन्ते तमहर्निशं यो दद्याच्चैत्रके मासि भक्त्या गोपालरूपिणे गोधूमपिष्टकं विप्र सर्वपापैः प्रमुच्यते आयादे माधवे मासि पवित्रे माधवप्रिये आमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेद प्राप्तसमाचरेत् स्नानं माधवे मासि वैष्णवः परित्यजेत् परान्नं च न कुर्याच्च द्विजभोजनं प्रभादे पूजयेद्विष्णुं पूर्वोक्तविधिना द्विज वैशाखे स्नापयेद्विष्णुं पुष्पवासिदवारिणा स्नापयेच्छिदतो येषु सन्ध्यापर्यन्तमच्युतं त्रिसन्ध्यं पूजयेद्भक्रिया नैवेद्यैर्विविधैः प्रभुम् वैशाखे दमनसृग्भिर्लक्ष्मीपतिरलङ्कृतः न किं ददाति विप्रर्षे प्रसन्नः परमेश्वरः वैशाखे मासि यो दद्याद्यवान्नं चक्रपाणये तस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पण्डितः यत्किञ्चिन्माधवे मासि माधवप्रीतिहेतवे दीयते माधवायैव तत्सर्वमक्षयं भवेद् यदन्यसुकृतं कर्म क्रियते मासि माधवे माधवप्रीतये विप्रक्षयस्तस्य न विद्यते वैशाखे मासि यकुर्यात् प्रपां माधवतुष्टये दिने दिनेष्वमेधस्य फलमाप्नोति मानवः वैशाखो दुर्लभो मासः सर्वकर्मफलप्रदः पूजितव्यो हरिस्तत्र हित्वा कर्मशदान्यपि एकाहमपि यः पूजां वैशाखे कुरुते हरेः षड्वर्षं हरिं पूजित्वा यद्फलं लभते स तद् वैशाखे मासि यो नित्यं विष्णुमश्वद्धरूपिणं चतुर्वर्गफलप्राप्तिहेदवे वैष्णवो जनः गण्डूषमात्रदो येन कुर्याद्योऽश्वद्धसेवनम् सोऽपि यादिपरं स्थानं विमुक्तकोटिपादकैः अश्वत्थमूलं विप्रर्षे यो बध्नादिशिलादिभिः अश्वत्थरूपी भगवान् किं किं तस्मै न यच्छति अश्वत्थद्रुममालोक्य प्रणामं कुरुते यदि सोऽपि यादिपरं स्थानमायो वृद्धिर्न संशयः यदश्वत्थतले विप्र धर्मकर्म करोति यः न्यूनादिरिक्तदान स्यात् तस्मिन् कर्मणि जैमिने तत्र तीर्थानि सर्वाणि त्रिस्तोतादीनि जैमिने यत्राश्वद्धतरुस्तिष्ठे दे कोऽपि शाखिनं वरः अश्वद्धं पूजयेद्यस्तु स एव विष्णुपूजकः अश्वद्धमूर्तिर्भगवान् स्वयमेव यदो द्विज अवज्ञानाद्विजश्रेष्ठ योऽश्वद्धं सन्धिमूढधीः संसारे नास्ति तत्कर्म यत्कृत्वा सजशुध्यति अश्वद्धो वृक्षराजोऽयं हरिमूर्तिप्रकीर्तितः तस्मादश्वद्धहन्तॄणां त्रादा कोऽपि न विद्यते अश्वद्धं पश्यतो विप्रस्पृशतः परतस्तथा देहस्थं पादकं सर्वं हरेत् प्रणमदो हरिः विलोक्याश्वद्धहन्तारं यशक्तो न निवारयेद् तन्नेत्र युग्मं बडिशैर्यमेनोत्पाट्यदे स्वयम् अश्वद्धच्छेदनमूढो मा कुर्विदि वदेन्नयः तस्य जिह्वां छुरिकया स्वयं कृन्तन्ति प्रेदराट अश्वद्धशाखामेकां यस्वल्पामपि निहन्ति वै स कोटिब्रह्महत्यानां फलमाप्नोति मानवः यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमनेन च सुरापाने तथास्ते ये न्यासापहरणेऽपि च यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम स्त्रीहत्यायां च यत्पापं परस्त्री गमने तथा शरणागतहत्यायां हत्यायां सुहृदस्तथा विश्वासवाक्याकथने पदिहिंसा विधौ चयत यत्पापं परनिन्दायां हरिवासरभोजने अश्वद्धच्छेदनाद्धोरं तत्पापं प्राप्यते जनैः विष्णुमूर्तेर्जनो मोहादश्वत्थस्य निहन्ति यः तत्तुल्यपादगी कोऽपि न श्रुतः क्षिरिमण्डले वदाम्यश्वद्धमाहात्म्यं सर्वपापविनाशनं सेदिहासं द्विजश्रेष्ठ शृणुवत्ससमाहितः पूर्वं धनं जयो नाम ब्राह्मणो हरिभक्तिकृद आसीत्रेतायुगे विप्र सर्वप्राणिहिते रतः ज्ञादि पूजारदो नित्यं दीपदाने रतः सदा सत्यवादी जिदक्रोधो हिंसादम्भविवर्जितः मुमुक्षुः सद्विजश्रेष्ठ सर्वदा परमेश्वरं पूजयामास परया भक्त्या नारायणं प्रभुं तस्य भक्तिं ततो ज्ञात्वा महदीं सुदृढां प्रभुः जहार सकलं वित्तं हेतुमात्रेण केनचित् तथापि सद्विजश्रेष्ठकेशवस्य महात्मनः पूजामनुदिने चक्रे भक्त्या परमया सुधीः दुःखेनोपार्जितं वित्तं विनष्टं सकलं द्विज दृष्ट्वापि तेन विप्रेण दुःखेनाचिन्त्यचेतसा भक्षणे वर्जनं चक्रे स विप्रः परमार्थविद महाविष्णुसपर्यायां दृढं बद्ध्वा मनो निजम् भूयोऽपि तस्य विप्रस्य भक्तिं ज्ञात्वा जनार्दनः चकार बन्धुविच्छेदं सुदृढः शमदस्ततः बान्धवास्तस्य विप्रस्य विष्णुमायाविमोहिताः हिंसामारेभिरे कर्तुं सर्वदैवद्विजोत्तम ततो विप्रो हि निर्वृत्तो निर्बन्धैः पुरुषोत्तमं पूजयामास सतदं प्रीतप्रचुरभक्तिदः परिकल्प्य च भूदेवो धनं केशवपूजने माधवं च जगन्नाथं स बन्धु शुचमत्यजत भूय एव महाविष्णुकौतुकी तस्य जैमिने जहार सानुकम्पोऽपि पुत्रानपि दिने दिने तथापि सद्विजश्रेष्ठः केशवं क्लेशनाशनं पूर्वद्विगुणया भक्र्या नित्यं विष्णुमपूजयत तस्य पत्नी ततो विप्र दुःखशोकादिदुःखिता पितृगेहं कदा विष्णोर्मायया परिमोहिता अथैकाकी स भूदेवो विष्णुभक्तिपरायणः विपदं चिन्तयामास न कदापि सुचेतसा एकदा सद्विजश्रेष्ठ विष्णुभक्तिमदां वरः स्कन्धे परशुमादाय काष्ठार्थं विपिनेययौ वनात् काष्ठं समादाय नित्यमेव च सद्विजः हिमागमे वस्त्रहीनः कुरुदे शीतवारणम् कदाचिद्विपिनं गन्तुं नाशक्नो द्विजसत्तमः जखानप्राङ्गणस्तस्य शाखामश्वद्धशाखिनः अत्रान्तरे महाविष्णुस्तस्मादश्वद्धपादपाद निश्चक्रामसुरश्रेष्ठो व्यथा व्यथितमानसः ददर्श विष्णुं पुरतः स विप्रश्चतुर्भुजं पद्मदलायताक्षं पीताम्बरं कुण्डलिनं सुकेशं दधानमब्जादि निजायुधानि परिस्रवद्विस्तररक्तधारा सन्ध्यासु शोणीकृदनव्यमेकं विभावसुं चैव सुखं परेशं सन्दृश्यते देवगणैरदृश्यम् हर्षाश्रुधारा रुचिराक्षियुग्मस्तुष्टाव विप्रो मृदुलैर्वजोभिः ब्राह्मण उवाच हरे मुरारे जगदेकनाथ गोविन्ददामोदर माधवेदि लक्ष्मीपदे केशव केशिशत्रो नारायणानन्द विभो प्रसीद तवावतारं किमहं ब्रवीमि त्वया विना नास्ति भुवीह कोऽपि किं वा गुणव्याप्तसमस्तलोकं किं वा दयां मित्र परैकतुल्यां दत्त्वा स्वीयां कस्यचिदिश विष्णो भक्तिं हरस्य च्युददेह संस्थां श्रियं समादाय मुदं प्रदास्ये भक्तिप्रदत्ता महद सुधन्या मन्ये महात्मानमनन्दमूर्ते पापात्मनां श्रेष्ठमिवानिशं यद तदर्थमेवाङ्घ्रि युगं त्वदीयं न पादगी पश्यति दैवचिन्त्यं यद्यप्यहं दुःखवदां वरिष्ठो मन्ये तथापीन्द्रमिवाद्य विष्णो आत्मानमात्मा जगदां भवन्तं साक्षात् समीक्षे यद ईक्षणाभ्यां पूजां तवाल्पामपि वेत्मिनाहं द्रव्यं कदापि न ददामि तुभ्यं तथापि चाग्रे मम मूर्ति मां स्त्वं दृष्टोऽसि मे केशव एकपूज्यः दत्तस्त्वयायां मम भक्तिवृक्षो धर्मार्थकामत्रय एव सोऽयं त्वद्दर्शनाम्भो मय वृष्टिसिक्तः प्रबोध्य कैवल्यफलं दधार मूर्धा मदीयो किल लोकमूर्ध्नां श्रेष्ठो भवेत् केशव विश्वमूर्तेः त्वत्पादपादोज युगे मनो मे संव्याधि वै सम्प्रति देवदेव व्यास उवाच इद्धं स्तुत्वा जगन्नाथं नारायणमनामयं कृताञ्जलि पुनः प्राह भक्त्या तमिति सद्विजः ब्राह्मण उवाच देवदेव जगन्नाथ लोकानुग्रहकारक कशाप्रहरणैरेदद्गात्रं ते रुधिरोक्षितं सर्वेषामेव दैत्यानां युधि वंशास्त्वया सदाः त्वां बन्धुं कः क्षमपृथ्व्यां प्रभोद्भुतमिदं महद भगवानुवाच वत्ससत्यमिदं प्रोक्तं त्वया नास्त्यत्र संशयः दानवो राक्षसो वापि मां हन्तुं कोऽपि न क्षमः अश्वत्थमुदिरेवाहं कुठारेण हतस्त्वया अदो जनिशरीरे मे रक्तपादोऽधुना द्विज व्यास उवाच तस्य वाक्यमिदं श्रुत्वा स विप्रो भयविह्वलः निनिन्द स्वयमात्मानमात्मना बहुधा द्विजः दिगस्तु तत्त्वदो भाग्यं सर्वपादकिनां वरं त्रैलोक्याधिपतेर्दादा हृदये महदीं व्यथां सर्वपापहरो विष्णुः समया व्याधितकृदः यदत्पापं मया पारं कर्तुं नैकेन शक्यते यस्मिं स्तुष्टे पापिनोऽपि भवन्ति सुरवन्दिताः मद्दत्तया सव्यथया व्यथितोहा हतोऽस्म्यहं प्रसादयन्दियं देवा ब्रह्माद्या अधिभक्तिदः अहो मया पापवदा तस्य दत्ता हृदि व्यथा किं तपोभिर्जभैः किं वा किं गृहैर्जीवनैश्च मे धर्मार्थकाममोक्षाणां दादैकोऽयं व्यथातुरः युत्युक्त्वा सद्विजश्रेष्ठतमेव परशुं निजे दातुं कण्ठे मनश्चक्रे विष्णुप्रीणनहेतवे तस्य भक्तिं दृढां ज्ञात्वा दयालुकमलापदिः तदस्तात्तत्परं निन्ये जवेन भक्तवत्सलः श्रीभगवानुवाच कथं त्वमेव कुरुषे वत्स कर्मादिदारुणम् आत्महत्या कृतां पुंसां तुष्टोऽस्मि न कदाप्यहम् तव भक्त्यादि तुष्टोऽस्मि भीतिं कुरु सत्तम वरं वरय विप्रेन्द्र यत्ते मनसि वर्तते ब्राह्मण उवाच मया व्यथा प्रदत्तेयं महदी परमेश्वर मा तिष्ठतु शरीरे ते याचे वरमिमं प्रभो श्रीभगवानुवाच अज्ञानाद्भवदा वत्स कर्मेदं विहितं द्विज अधोपराधो नेतव्यो महानपि न ते यथा नित्यं तवानुपाल्योऽस्मि भक्तश्रेष्ठो यदो भवान् भवदीयानहं मन्ये दोषान्वत्स दिने दिने तथापि मम भक्तिस्ते ववृधे महदी सदा तस्माद्वत्स तवान् नृण्यम् गन्तुमिच्छामि सम्प्रति विहाय सकलं भीतिं वरं वृणु ममाग्रतः ब्राह्मण उवाच त्वयि सर्वसुरश्रेष्ठ मम जन्मनि जन्मनि तिष्ठतां सुदृढा भक्तिर्हरे किं परैर्वरैः व्यास उवाच श्रुत्वा वाक्यमिदं तस्य केशव प्रणयोदिदं निजकण्ठस्थितां मालां प्रीतस्तस्मै ददौ तदः समालिङ्ग्य तथो विप्रं पिता पुत्रमिव प्रभुः चतुर्भिर्बाहुभिर्दीर्घैरुवाच मृदुलं वचः श्रीभगवानुवाच मद्भक्तोऽसि यदा विप्र तथा ते मत्प्रसादतः अचिरेणैव सकलं भद्रं विप्र भविष्यति अश्वत्थरूपं मां नित्यं क्रियायोगेन सत्तम समाराधय सर्वं ते साधयिष्यामि वाञ्छितम् इत्युक्त्वा तं द्विजश्रेष्ठं भूयो प्यालिङ्ग्यकेशवः अभवत्सहसादृश्यस्तत्रैव करुणालयः विष्णोः कण्ठस्रजं प्राप्य स विप्रो वैष्णवोत्तमः कृतकृत्यमिवात्मानं मत्वा तस्थौ निजे गृहे तद कुबेरो विप्रर्षे तस्य विप्रस्य सत्मनि स्वयम्बवर्षवित्तानि बहूनि केशवाज्ञया प्रसादो रजितस्तस्य शिल्पिना विश्वकर्मणा नारायणाज्ञया तत्र वैजयन्त इवोत्तमः दासदासी समायुक्ता नानावस्तुविभूषितः गजाश्वकोटिसङ्कीर्णं विबभौ तस्य मन्दिरं बभूवुः सङ्गतास्तस्य नष्टा अपि च बान्धवाः कृतावज्ञा च तत्पत्नी स्वयं तद्गृहमाययौ मृतपुत्रापि तत्पत्नी केशवस्यानुकम्पया स्थिरप्रजा भवद्विप्रस्वामि भक्तिपरायणा चिरं भुक्त्वा अखिलान् भोगान् पुत्रपौत्र समन्वितः आयुषोन्देययौ मोक्षं सदारो विप्रसत्तमः व्यास उवाच साक्षादेव स्वयं विष्णुरश्वद्धो वृक्षसत्तमः तद्भक्तिं कुर्वदां पुंसां विद्यते नाशुभं क्वचिद् अश्वद्धं सेवते यस्तु विष्णुं ध्यात्वा नरोत्तम तस्य प्रसन्नो भगवान् ददादि परमं पदम् इति श्रीपद्मपुराणे क्रियायोगसारे अश्वत्थमाहात्म्ये द्वादशोऽध्यायः ओम्।